पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 247 रुद्र उवाच हत्वाथ यवनं तत्र मुचुकुन्देन धीमदा दत्त्वा तस्मै वरं मुक्तिं निष्क्रान्तो यदुनन्दनः हतं च यवनं श्रुत्वा जरासन्धः सुदुर्मदिः युयूथे रामकृष्णाभ्यां स्वबलेन समावृतः कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः सपपादमहीपृष्ठे मूर्च्छितो मगधाधिपः चिरेण लब्ध्वा संज्ञां तु विह्वलाङ्गो भयातुरः न शशाकरणे योद्धुं रामेण मगधेश्वरः विमुखः प्राद्रवतूर्णं हदशेषबलानुगः अजेयाविधि तौ मत्वा रामकृष्णौ महाबलौ तयोर्विरोधं त्यक्त्वाध नगरीं स्वां विवेशः अध तौ वसुदेवस्य तनयौ सहसेनया मधुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीं इन्द्रेण प्रेषितो वायुसभां तत्र दिवौकसां कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा वज्रवैडूर्यरचितां बह्वासनविचित्रितां नानारत्नमयैर्दिव्यै स्वर्णछत्रैर्विराजितां तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः मोदन्ते नैगमै सार्धं दिवि देवगणा इव इक्ष्वाकुवंशसम्भूतो रैवतो नाम पार्थिवः कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुधां रामाय प्रददौ प्रीत्या रेवतीनाम नामदः उपयेमे विधानेन स रामस्तां च रेवतीं रमयामास च तया शच्या इव सुरेश्वरः विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः तेषामवरजाकन्या रुक्मिणी वरवर्णिनी कमलांशेन सम्भूता सर्वलक्षणसंयुता राघवत्वे भवत्सीता रुक्मिणी कृष्णजन्मनि अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी हिरण्यक हिरण्याक्षौ सम्भूतौ द्वापरे पुनः शिशुपालो दन्तवक्त्र इति नाम समन्वितौ चैद्यान्वये समुद्भूता महाबलपराक्रमौ रुक्मिणी शिशुबालाय दातुमैच्छत्तदात्मजः तं नेच्छति पदिं साधु शिशुपालं शुभानन बाल्यात् प्रभृति वै विष्णुमनुरक्ता दृढव्रता उद्दिश्य कृष्णं भर्तारं सुराणामर्चनं सदा चकार रुक्मिणी कन्या दानानि विविधानि च व्रतचर्या परा भूत्वा ध्यायन्ती पुरुषोत्तमम् आत्मेशं स्वस्य भर्तारमुवास पितृमन्दिरे कर्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः चकारयत्नं पुत्रेण रुक्मिणा सविधीमता पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी उद्दिश्य कृष्णं भर्तारं सदूर्णं द्वारकां ययौ समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः एकान्ते सर्वमाचष्ट रुक्मिणी भाषितं तयोः। तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता सर्वशास्त्रास्त्रसम्पूर्णं रथमाकाशगं प्रभुः। आरुह्य सूदमुख्येन दाजुकेण महात्मना विदर्भनगरीं तूर्णं जग्मदुःपुरुषोत्तमौ राजान सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः। जरासन्धमुखा सर्वे शिशुपालस्य धीमदः। तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा दुर्गां निःसृतार्चयितुं सखीभिर्नगराद् बहिः। ये तस्मिन्नेव काले तु सम्प्राप्तो देवगीसुधः रथस्थां तां च जग्राह बलवान् मधुसूदनः। सहसा रथमारोप्य ययौ तूर्णं स्वमालयं तदक्रोधसमाविष्टा जरासन्धमुखा नृपाः। रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः। अनुयादा हरिं क्रुद्धाश्चतुरङ्गबलान्विताः। बलभद्रो महाबाहुरवरुह्य रथोत्तमाद लाङ्गलं मुशलं गृह्य निजखानक्षणाधरीन् रथानश्वान्महानागांस्तथा पादचरानपि। लाङ्गलमुशलाम्यां वै निजखानबलाद्रणे तस्य लाङ्गलपादेन चूर्णिता रथपङ्क्तयः। नागाश्च पतिता भूमौ वज्रेणेव महीधराः। निर्भिन्नमस्तका सर्वेव मन्तो रुधिरं बहु क्षणेनैव हदं सैन्यं बलरामेण वै तदा। साश्वं सनागं सरथं सपदादिं महारणे समन्तात् समरे तत्र शुश्रुवुशोणितापगाः। प्रभग्नाः पार्थिवा सर्वे दुद्रुवुर्भयपीडिताः। कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली धनुरुद्यम्य बाणौखैस्ताडयामास शार्ङ्गिणं। ततः प्रहस्य गोविन्दशार्ङ्गमादाय लीलया जखानैकेन बाणेन रथां स्वांस्तस्य सारथिं। रथं ध्वजं पताकां च चिच्छेद धरणीधरः। विरथखङ्गमादाय धरण्यां स उपस्थितः। कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्य ताडयद। तं जग्राहरणे वीरं निबध्य निबिडं हरिः। तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः। शिरसो मुण्डनं कृत्वा मुमोच च जनार्दनः। सदु शोकसमाविष्टो निःश्वसन्नुरगो यथा आविवेशपुरं स्वीयं सदु तत्रैव चावसद। इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेना विध्वंसनं नाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः। ॐ